शनैश्चराय नमः ॐ शं शनैश्चराय नमः ॐ शं शनैश्चराय नमः ॐ शं शनैश्चराय नमः सूर्यपुत्राय शनैश्वराय नीलवर्णं सुशोभाय ॐ सूर्यपुत्राय शनैश्वराय नीलवर्णं सुशोभाय ॐ शं नो देवीर्भीष्टाय अपो भवन्तु पीतये शंयोर्भिस्ववन्तु नः कोणान्तकाय नमो नमः नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजम् नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः नीलाञ्जनं समाभासं रविपुत्रं यमाग्रजं छायामार्तण्डसम्भूतं तं नमामि शनैश्चरं शं शनैश्चराय नमो नमः